निर्वचनानां प्रकारः चलति तत्र ऐकपदिकानि ऐकपदिकेषु उत्वा ऐकपदेषु निर्वचनं कथं कर्तव्यम् इति उक्तं तद्दितेषु च कथं कर्तव्यम् इत्यपि उक्तं पूर्वं तत्र तद्दितार्थः वक्तव्यः पश्चाच्च प्रातिपदिकार्थः निर्वक्तव्यः इति तत्र उक्तम् अधुना समासे कथं निर्वचनं कर्तव्यम् इति तस्य प्रकारः दीयते अस्तु ह्यस्तनीय अस्ति किञ्चित् विचारणीयम् किमस्ति प्रथमे द्वितीयते प्रारम्भे उक्तं वर्तते तथा अनन्विते अर्थे प्रादेशिके विकारे अर्थनित्यः अन्यच्च ह्यस्तनस्य पाठस्तत्र अन्तिमे वर्तते तथापि प्रतीतय एव एतेषु भाष्यन्ते विक्रीते एतेषु अत्र विक्रीतशब्दस्य कः अर्थः प्रकृतय एके तु भाष्यन्ते विकृतय एकेषु गोगो मोगो नागो नादो गाधो इत्यत्र कृतमनुच्छेदे एव प्रकृति विकृतिरिति शब्दस्य प्रयोगः अर्थदृष्ट्या वर्तते यथा अत्र उदाहरणानि प्रदत्तानि वर्तन्ते आगे अग्रे यथा शव शब्दः अत्र निर्दिष्टः स विकारेषु प्रसिद्धः कम्बोजेषु शवतिर्गतिकर्म गति गत्यर्थे प्रवृत्तः तत्र अन्यत्र च क्वचित् विकारार्थे प्रवृत्तः अर्थदृष्ट्या प्रयुक्तं वर्तते तदेव तु क्वचित् विकारे क्वचित् च सामान्यर्थे इत्येव उच्येत कस्मिन् एकेषु इति एकेषु स्थानेषु क्वचित् धातुत्वेन प्रयोगः क्वचित् च सुबन्तत्वेन प्रयोगः विकृति इति सुबन्तत्वेन प्रयोगः एकत्र नामरूपेण प्रयोगः अपरत्र आख्यातरूपेण प्रयोगः आख्यातरूपेण प्रयोगः प्रकृतिप्रयोगः नामरूपेण प्रयोगः विकृतिप्रयोगः तथैव अत्र शवतिः इति एकत्र अन्यत्र च शव इति हाँ तदेव वर्तते, हाँ शब्देन सह वर्तते, शब्देन सह एकत्र प्रकृते है प्रयोग, अपरत्र विकृते है प्रयोग। किमस्ति कक्ष शब्द, कक्ष शब्द वर्तते, कक्ष शब्द वर्तते, अभ्यास तो अनर्थक न भवति, पुनरुक्ति अनर्थक भवति, पुनरुक्ति अनर्थक भवति। पापच्यते इत्यत्र अभ्यासस्य कः अर्थः? यङ्गासः अर्थः उच्यते, उत्वा पिपक्षति इत्यत्र वा वैयाकरणेष्वपि अभ्यासस्तु अनर्थकः मन्यते। एवं तु यदा सम्पूर्णस्य पदस्य अभ्यासः भवति चेत् तु तत्र अर्थवत्ता वर्तते, अभ्यासे भूयांसम् अर्थं वेदयन्ते इति अग्रे वक्ष्यते अनेन। अत्र येव अर्थः ख्यातिर्वर्तते स एव कृतद्रोचनेऽपि ख्यातिर्वर्तते कक्ष इति, किमस्मिन् ख्यानम् इति अर्थः दीयते अत्र। सर्वथापि कस्यचित् शब्दस्य प्रयोगप्रसङ्गः द्रष्टव्यः। अत्र किमस्ति, ख्याधातुर्वर्तते, तत्र यः खकारः तस्य द्विवचनं कृतम्, द्विवचनेन कश्चित् अन्यः अर्थः न आगच्छति, स एव धात्वर्थः एव उच्यते। यदा पदस्य द्विवचनं क्रियते चेत् तत्र अर्थवत्ता भवति, सम्पूर्णस्यापि शब्दस्य यदि द्विवचनं क्रियते चेत् अर्थवत्ता भवति, तत्त्वत्रापि स्वीक्रियते, अन्यचेत् तत्र व्याकरणेऽपि स्वीक्रियते सर्वस्य द्वे इत्यस्मिन् प्रकरणे, सर्वस्य द्वे इत्यत्र प्रकरणे एकं द्वित्वं वर्तते, अपरं च द्वित्वं वर्तते तत्र अचोराभ्यां द्वे, तत्र वर्णस्य द्वित्वं वर्तते, न च कश्चिदर्थो वर्तते तत्र, तथैव अत्र किन्नाम एकाचो द्वे प्रथमस्य अत्रापि द्वित्वं वर्तते, अत्रापि न कश्चिदर्थविशेषः वर्तते, सर्वस्य द्वे सर्वत्र तु न वक्तुं शक्यते न तथा। अभ्यास इति पुनर्वचनम्, क्वचित् वर्णस्य पुनर्वचनम्, क्वचित् अवयवस्य पुनर्वचनम्, क्वचित् समुदायस्य पुनर्वचनम्, समुदायस्य पुनर्वचनम् तत्सार्थकम्, अवयवे तथा नास्ति, सर्वत्र एक एव तु सिद्धान्तः न गच्छति न। एवमस्तु, तथा तु अत्र न प्रयुज्यते, न दीयते, केवलं प्रयोगः प्रदर्शितः, शवः गतः, गतः इत्यस्य अर्थे शवः स्यात् मन्ये कदाचित्, तथैव क्वचित् दातेः प्रयोगः, क्वचित् दातृशब्दस्य प्रयोगः, क्वचित् प्रकृतेः प्रयोगः, क्वचित् विकृतेः प्रयोगः। अत्र किं ख्यानम् स्पष्टमेव वर्तते, श्रीमते एका शङ्का भवति अत्र, व्याकरणम् अन्यच्च निरुक्तम् उच्यते यत् वेदाध्ययनार्थं सहायकं भवति इति, परमत्र लगति यत् किमपि तत्र भवति वेदे, यथा अत्र व्याकरणेषु ये नियमाः प्रदर्शिताः अस्ति, भविष्यन्ति न भविष्यन्ति किं ज्ञानं न भवति, किम् अस्य अनुसारं चले जानामः चेत् बाधा भविष्यति, न जनामश्चेदपि बाधा भविष्यति, किम् अत्र व्याकरणस्य अन्यच्च न। एवमस्ति, व्याकरणमपि शब्दानुचलति, शब्दः पूर्वं दृष्टः तदनु व्याकरणं चलति, निरुक्तमपि तत्रैव वर्तते, वेदेष्वपि शब्दाः सन्ति, सर्वत्रापि अधि शब्दं गतिर्वर्तते, शब्द पुरस्सरं गतिर्वर्तते। शब्दे कथं कथं चिन्तनीयं, यः कश्चिदपि शब्दः क्वचित् दृश्यते चेत् तत्र कथं कथं विचारः कर्तुं शक्यते इत्येव वेदाङ्गैः उच्यते। अलम् तत्र केवलं विधाः प्रदर्श्यन्ते शब्दे चिन्तनाय, अर्थे चिन्तनाय, एवम् एवं तत्र चिन्तयितुं शक्यते। एवं एव नास्ति यत् केवलम् एतैव सिद्धान्ताः सन्ति, एतैरेव सिद्धान्तैः तत्र निर्णयः कर्तव्यः इति, एवम् एवं तत्र चिन्तयितुं शक्यते, विधाः प्रदर्श्यन्ते केवलम्। गन्तव्यं तु स्वयमेव भवति क्वचिदपि। द्विप्रकृतीनां स्वरात् अनन्तर अव्यवहित रूपेण यः अन्तस्थः, सः अन्तस्थः यस्य अन्तः मध्ये, तादृशः यः धातुः, सः धातुः द्विप्रकृतीनां स्थानं भवति इति उच्यते। अर्थात् व्याकरणे हि मन्ये तत्र यास्कस्य समक्षं यः धातुपाठः आसीत् तत्रापि सा एव स्थितिः स्यात् या स्थितिः पाणिनीयस्य धातुपाठस्य वर्तते। अत्र हि यणवन्तः धातवः पठिताः, तेषां च सम्प्रसारणं विहितम् चेत् यज् धातुः द्वयोः धात्वोः प्रातिनिध्यं करोति, यजपि तत्र वर्तते इदपि तत्र वर्तते इति। इच् न पठितः, इज् न पठितः साक्षात्, परम् इदपि तत्र वर्तते। अनन्तरशब्देन अनन्तर इति अव्यवहित, पूर्वत्वेन वा स्यात् परत्वेन वा स्यात्, अनन्तरो यो अन्तस्थः सः अन्तः मध्ये यस्य धातुः सः तादृशः धातुः द्विप्रकृतीनां स्थानं भवति। ते धातवः द्रष्टव्याः कीदृशाः सन्ति इति, तन्त्रान्तरमपि अस्माकं समक्षं स्यात्। प्रयोगः मृग्यः तादृशः प्रयोगः मृग्यः मन्ये प्राप्यते क्वचित्। ईम् इति पदं तु आगतम् अनेकत्र वर्तते वेदे, ईमिति ईमिति पृथ्वी पृथिव्याः कृते आगच्छति, अन्यस्य अनेके शब्देषु आगच्छति ईं शब्दस्तु आगतः स्यात् मृग्यः। यथा यज् वर्तते तथैव इज् वर्तते, अधुना यज् एव अवशिष्टः तेन निर्देशः कृतः, यजा एव इज् रूपमपि गृह्यते, वपा उपरूपं गृह्यते। भवितुमर्हति तत्याज तित्याज तित्याज इत्यपि तु वर्तते न क्वचित्, वेदरूपं प्रदर्शितमस्ति, निपातनं कृतमस्ति क्वचित् तत्याज इति भाषा, तित्याज इति वर्तते न तत्याज इति भाषायां, तत्र निपातनेन साधितं यतो हि मन्ये क्वचिदेव रूपं लब्धम्, तत्र तु न वर्तते चेत् तत्र क्वचिदेव रूपं लब्धं चेत् निपातनेन साधितम् अनेन तित्याज तत्याज इति भाषायां भवति चेत् भविष्यति त्याज्य तिज् तिज मन्ये क्वचिदार्थविशेषे आधिक्येन प्रसिद्ध चेत् धात्वन्तरत्वेन उपस्थापितः स कक्ष शब्द साध्यते कक्ष शब्द ख्या धातु साध्यते चेत खकार से दुर्वचन क्रिय थे ख ख ख क ख क क श कक्ष सप्रक्रिया कक्ष धातु तो भिन्न कक्ष प्रदत्ता कक्षतेरव सैत् अर्थ नास्त अर्थांतर नास्त ये धातुरर्थ सैव अर्थ अनुपपद्यमानायां सिद्धायां एवं स्यात् विनियोग यदि अनुपपद्यमानता प्राप्त होवे अनुपपद्यमानायां सिद्धायां अनुपपद्यमानायां सिद्धायां अनुपपद्यमानायां अनुपपद्यमाना अनुपपद्यमाना यदा सिद्धा भवति अनुपपद्यमाना इति कर्मणि वर्तते अनुपपद्यमाना इति कर्मणि प्रयोगः अत्र विनापि भाव प्रत्ययेन भावार्थे वर्तते अयं शब्दः तत्रैव वर्तते यथा तत्र वर्तते न यस्य च ईश्वरवचनं तत्र सप्तमी यस्मादधिकं यस्य च ईश्वरवचनं तद् ईश्वरवचनं तत्र ईश्वरत्वस्य वचनम् ईश्वरवचनम् इत्यपि तु उच्यते न विनापि भाव प्रत्ययेन भावार्थः गम्यते तदितानां निर्वचनं कथम् इति उक्तम् अधुना समासानां विषये विचार्यते अग्रे राजपुरुषः इति पदं प्राप्तं चेत् तत्र पूर्वं विग्रहः विधातव्यः समुदायार्थः तत्र पूर्वम् आख्यातव्यः पश्चात् च अव्यवार्थः राज्ञः पुरुषो राजपुरुषः इति समुदायार्थः अधुना अव्यवार्थः राजा राजते राज्रिदीप्तौ कस्मात् राजा यतो हि सर्वेषु अपि पुरुषेषु उत्तवा प्रजासु सः राजते दीप्यते पृथक्तैव जायते पुरुषः पुरी शादः पुरी शीदति पुरी शीदति इति पुरीषादः चेत् पुरीषादः पुरीषया पुरुषः चेत् पुरी पुरुषः इति भविष्यति पुरी इति पुःशब्देन शरीरमपि उच्यते अन्यच्च ब्रह्माण्डम् अपि उच्यते चेत् ब्रह्माण्डे सीदति अथवा पुरी अर्थात् शरीरे सीदति इति पुरुषः यदि ब्रह्माण्डे चेत् परमात्मा अन्यच्च शरीरे चेत् आत्मा एवं तत्र सम्बन्धः क्रियते तथैव पुरीषेते इति पुरीषयः पुरीषयः पुरुषः एवं भविष्यति पूरयतेर्व पूरी धातोरपि पुरुष शब्दः साधयितुं शक्यते पूरयतेर्व कथम् इति चेत् पूरयति अन्तः सर्वमपि यद्वर्तते तस्य अन्तः अनेनैव पूर्णं वर्तते अतः तत्र पूर्णत्वात् पुरुषः इति उच्यते पूरयति अन्तः इति अन्तरपुरुषम् अभिप्रेत्य यः अन्तरे पुरुषः वसति तम् अभिप्रेत्य एषः विग्रहः एतद्वा निर्वचनं दीयते यथा मन्त्रोऽपि वदति यस्मात् परम्ना परमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित् वृक्षैव स्तब्धो दिवि तिष्ठत्येकः तेनेदं पूर्णं पुरुषेण सर्वम् इत्यपि निगमो भवति इति अत्र निगमः दीयते मंत्रः अत्र अस्मिन्नेव अर्थे पठ्यते उपनिषदि वर्तते श्वेताश्वेतर उपनिषदि वर्तते तत्र तैत्तिरीयाण्यक दीयते अतः दुर्गेण श्वेताश्वेतर उपनिषद दीयते अन्य च महानारायण उपनिषद दीयते दुर्गेण हाँ स्यात् तत्रापि स्यात् उपनिषत्सु तथा वर्तते अनेकानि वाक्यानि अनेकत्र उपलभ्यन्ते पश्चात् वर्तिन्यः या उपनिषदः सन्ति तेषु तासु प्रायेण तथा वर्तते आरण्यके दीयते हाँ दीयते तत्रापि स्यात् तथैव पुराणेषु तथैव स्मृतिग्रन्थेषु एतद् दृश्यते सर्वं अनेकानि वाक्यानि तथा वर्तन्ते यानि अनेकत्र दृश्यन्ते तत् निर्णेतुम् अशक्यं भवति कस्य ग्रन्थस्य अयं वर्तते कः ग्रन्थो वास्य उत्सः परोपकाराय सतां विभूतया इति अतीव प्रसिद्धं वाक्यं वर्तते परं न जायते कुत्रत्योऽयं तथा अनेकानि वाक्यानि सन्ति परोपकाराय सतां विभूतया यस्मात् हि किञ्चिदपि परं नास्ति न चापि अपरमस्ति न चापि अणीयः अणीय इति लघु वर्तते लघीयान् वर्तते न चापि ज्यायः ततो अधिकोऽपि न वर्तते किञ्चित् वृक्षैव स्थिरः न क्वचिदपि गच्छत्यागच्छति वा दिवि द्योतनात्मके तिष्ठति एकः एक एव वर्तते न द्वितीयः तेनैव इदं सर्वमपि पूर्णं पुरुषेण वर्तते अतः पुरुष शब्दः अत्र पूर्णार्थात् पूरि धातोः साधितः इति निगमेन उच्यते निगमो भवति अपरा समासः किमस्ति कुत्र तिष्ठेत् सर्वत्रापि प्रकाशः वर्तते दिविति द्योतनात्मके ब्रह्माण्डे यत्राप्यसौ वर्तते तत्र प्रकाशः वर्तते दिवि द्युशब्देन प्रायेण द्युलोकः गृह्यते परं द्युलोकः अस्मदपेक्षया तत्र संकुचितः अर्थः भविष्यति ये पृथ्वीवासिनः सन्ति तेषाम् अपेक्षया यतोहि अस्माकं दृष्टिर्यत्र गच्छति तत्रैव द्युलोकः स्यात् प्रकाशात्मकः परं व्यापकत्वेन पश्यामः चेत् सर्वोऽपि द्युलोक एव वर्तते इयं या पृथ्वी वर्तते सापि तु दिव्येव तिष्ठति इयं क्व तिष्ठति सौरपरिवारः इति उच्यते सौरपरिवारे च इति एका इयमपि पृथ्वी वर्तते तत्र चेत् यदि सौरपरिवारदृष्ट्या पश्यामः चेत् सर्वोऽपि सौरपरिवारः प्रकाशात्मक एव वर्तते सापेक्षतया तत्र क्वचित् अन्धकारोऽपि दृश्यते चेत् सर्वत्रापि प्रकाशः वर्तते कक्षा कक्षा शब्दस्य स्यात् कक्ष शब्दस्य तु काख् काख् इति उच्यत तङ् तङ् इति स एव उच्यते तङ् इति उच्यते स्वामी ओमानन्द महोदया कथयन्ति स्म घोड़े का तंग ब्रह्मचारी का लंग हमेशा खींचा रहना चाहिए लंगोट घोड़े का तंग ढीला पड़ गया तो वो गाड़ी को ठीक से नहीं खींचेगा तो दोनों ही ये रहने चाहिए निग्रह विश्चकद्राश विश्चिकद्राकर्ष इति एकम पदम भवति शिकारी कुत्तों को खींचने वाला कथमिति अग्रे अर्थ आगच्छति। वीति चकद्र इति स्वगतौ भाष्यते, वीति चकद्र इति स्वगतौ, शुनः या गति तत्र वर्तते चकद्र इति। कथमिति उच्यते, द्रातीति गति कुत्सना, गते कुत्सा उच्यते द्राति, द्रा कुत्सायां गतौ इति पाणिनीयतन्त्रेपि वर्तते एव, द्रा कुत्सायां गतौ। गत्यर्था ही अत्र शतम धातवः स्युः, तत्र पाणिनीयतन्त्रे एव केवलम् कि तत्रापि विशेषतो द्रष्टव्यं भवति, उपेक्षितव्यं भवति यत् प्रत्येकं प्रत्येकत्रापि भिन्ना भिन्ना गतिर् भवेत्, भिन्ना भिन्ना गति तत्र तेन उच्यते धातुना, सर्वत्रापि एका एव गतिर् न वर्तते। अतैव अत्र निघण्टुषु एकं तु प्रकरणं पद नाम वर्तते, तत्र पदनामानि पठ्यन्ते। अस्य च आशयः स्वामीवर्येण दयानन्दमहोदयेन बहुशः गृहीतः। तत्र अनेके शब्दाः तादृशापि सन्ति, ये शब्दाः तत्र तत्र अर्थविशेषेपि पठिताः सन्ति, इति पृथ्वीनामधेयानि तत्र पठितम्, अन्यच्च तान्येव पदानि तत्रापि पठितानि वर्तन्ते, पदनामस्वपि पठितानि वर्तन्ते। चेत् पदमिति गति, गतिसाधनानि, गतेश्च त्रयोऽर्था गृह्यन्ते एव ज्ञानं गमनं प्राप्यश्च इति चेत् क्वचित् अर्थनिश्चयः नास्ति, अर्थात् अनेकेषु अर्थेषु एतेषां पदानां प्रयोगः दृश्यते चेत् ते पदनामसु पठिताः शब्दाः। अस्तु, चकद्राति इति, द्राति गतिकुत्सना, कद्राति इति द्रातिकुत्सना, कुत्सायाः कुत्सा, कुत्सायाः कुत्सा जाता अधुना, द्रातीति गतिकुत्सना, कद्रातीति द्रातिकुत्सना, चकद्रातीति चकद्राति, कद्रातीति सतो चेत् कद्राति, यतो हि तत्र कत् शब्दः कुत्सिते दृश्यते एव, कोकत् तत्पुरुषेति इति उच्यते तत्र, कदश्वः कदजः इति दीयते, कत् शब्दः तत्र वर्तते चेत् स एव कत् शब्दः अत्रापि भविष्यति। तत्र अचीति उच्यते संकोचः, तस्य प्रयोगे अत्र सामान्येन दीयते। अस्तु, तस्य अधुना ककारस्य द्विवचनं कृतं, तदेव उच्यते चकद्राति, चकद्रातीति किमस्ति, कद्रातीति सतः, यदा कद्रातीति शब्दो वर्तते तस्यैव अनर्थकोऽभ्यासः, ककारस्य अभ्यासः अनर्थक अर्थात् अनर्थान्तरवाचि वर्तते, अर्थान्तरः तेन न उच्यते। अस्तु, चेत् चकद्राति शब्दः सम्पन्नः, अधुना ततः चकारः। अस्तु, चकद्राति तदस्मिन् अस्ति इति विश्चकद्र चेत् तदस्मिन् अस्ति इति अर्थात् मत्वर्थे विप्रत्ययः कृतः विश्चकद्र। कल्याणवर्णरूपः इति एकः समासो वर्तते, अस्य अधुना व्याख्यानं क्रियते। कल्याणवर्णस्य इव अस्य रूपं चेदत्र तत्र भवति न सप्तम्युपमानपूर्वपदस्य उत्तरपदलोपश्च वक्तव्यः चेत् बहुव्रीहिसमासः कृतः उत्तरपदलोपी। कल्याणवर्णरूप कल्याणवर्णस्य इव अस्य रूपम् इति विग्रहः प्रदर्शितः। कल्याण इति सुवर्णमुच्यते, तस्य यथा वर्णो वर्तते तथैव वर्णं यस्य स उच्यते। कल्याणं किं भवति, कल्याणं कमनीयं भवति, सर्वैरप्यसौ काम्यते इष्यते मदीयं स्यादिति, कल्याणं कमनीयं भवति। वर्णो वृणोते तेनैव तु किञ्चित् वस्तु व्रीयते वर्णेन, वर्णो वृणोते रूपं रोचते, रूपेणैव रुचिः प्रवर्तते तत्र कस्यचित्, रूपं रोचते एवं चेत् समासेषु अपि अभिहितं यत् तत्र पूर्वं समुदायार्थः व्याख्यातव्यः निर्वक्तव्यः ततश्च अव्यवार्थः, तद्दितेषु अपि तद्दितार्थ पुरस्सरं तत्र अव्यवार्थः वक्तव्यः इति। यदुच्यते एवं तद्वित समासा निर्ब्रूयात् तद्वितस्य समासस्य च निर्वचनम् एवं प्रकारेण कर्तव्यमिति। तद्वित समासा निर्ब्रूयात् नैक पदानि अधुना कथम न निर्वक्तव्यम्, कस्मै न निर्वक्तम् इति उच्यते। नैक पदानि निर्ब्रूयात्, केवलम एकम यदि पदम प्राप्तम चेत् तत् सर्वथा न निर्वक्तव्यम्, यतो या तस्य पदस्य अर्थ निश्चयो न जायते प्रायेण तत्र प्रकरणेन, प्रकरणस्य एव तु निर्वक्तव्यम् इति उक्तम्। किमस्ति तद्वि समासान्, समासाः वर्तन्ते न तेषाम् एक पदानि इत्यत्र तात्पर्यमस्य वर्तते। यदि केवलं स्वतन्त्रं पदं कुतश्चित् आनीतं केनचित् उक्तं चेत् तस्य निर्वचनं न कर्तव्यं, यतोहि तत्र सांशयिकी स्थितिस्ति तत्र तिष्ठति, न जाने एतद् भविष्यति न जाने एतद् भविष्यति। यदि प्रकरणगतत्वेन तत्र निरुच्येत चेत् तु तत्र स्थिरत्वं स्यात्, स्थैर्यं स्यात्। किमस्ति आनि एवमस्ति तत्र उक्तम् एक पदानि निर्ब्रूयात्, अत्र उच्यते नैक पदानि निर्ब्रूयात्। उभयोरपि मध्ये एषः भेदः वर्तते। तत्र विधौ वर्तते यत् यानि एक पदानि सन्ति तानि प्रकरणगतान्येव निर्वक्तव्यानि इति। अत्र यः निषेधः क्रियते तत्र तात्पर्यमस्ति केवलं यत् पदं प्राप्तं तस्य निर्वचनं न कर्तव्यम्, यदा तत् पदं प्रकरणे स्यात् तदा निर्वक्तव्यम् इति। कथम् समासे एकपदस्य निर्वचनं कथं भविष्यति, अर्थः कथं निस्सरेत्? दुर्गेणापि तथैव व्याख्यायते, दुर्गस्य व्याख्यानं वर्तते न अत्र। नैकपदानि निर्ब्रूयात्, प्रकरणोपपदरहितानि सन्ति केवलान्येव परिणाविद्रोहबुद्ध्या पृच्छ्यमानानि न निर्ब्रूयात् न निर्वक्तव्यानि इति। किं कारणं? तेषां प्रकरणात् उपपदाद्वार्थः शक्यते अवधारयितुम्। सोऽसौ प्रकरणानभिज्ञो अन्यथैव निर्ब्रूयात्, ततश्च प्रत्यवायेन योगात् अपहास्यश्च स्यात्। एवं दीयते न अत्र, तथा एकपदस्य निर्वचनं कथं स्यात्? अस्तु, कस्मै न निर्ब्रूयात् एतां विद्यां चेदुच्यते। अधुना तत्र किमस्ति, कस्यचिदपि ग्रन्थस्य अध्ययने तत्र अनुबन्धचतुष्टयं भवति, तत्र विषयः, प्रयोजनम्, अधिकारी, अन्यच्च सम्बन्धः चेत् विषयः प्रदर्शितः, प्रयोजनान्यपि प्रदर्शितान्येव, विषयः प्रयोजनम् अधिकारी, अस्य ग्रन्थस्य अध्ययने अधिकारी कः वर्तते इति अधुना उच्यते। सम्बन्धस्तु सर्वथापि ग्रन्थविषयोर्मध्ये प्रतिपाद्यप्रतिपादकभावसम्बन्धो भवति। ग्रन्थः कस्यचित् विषयस्य प्रतिपादको भवति, विषयश्च तस्य प्रतिपाद्यो भवति, च सम्बन्धस्तु सर्वत्रापि एष एव तिष्ठति। अधिकारीभेदः, प्रयोजनभेदः, विषयभेदः इति भवति चेत् अधुना अधिकारी विषये विचार्यते, कः अधिकारी अस्य ग्रन्थस्य अध्ययने वर्तते इति। सर्वतो प्राथम्येन उच्यते न वैयाकरणाय निर्ब्रूयात् इत्यस्य संबंधः सर्वत्र भविष्यति अग्रेपि उच्यते यः वैयाकरणः नास्ति सः एतस्य ग्रन्थस्य महत्त्वं न जानीयात् कदाचित् अतः तस्य कृते एतस्य ज्ञानस्य उपदेशः न कर्तव्यः अतः उच्यते न वैयाकरणाय उत्वा यदि दुर्निषेधः क्रियेत चेत् यः उद्भटो वैयाकरणः वर्तते तस्मै एतद् वक्तव्यमिति एवं तु निषेधे एव तात्पर्यं वर्तते परं तत्रापि भवितुम् अर्हति यः अवश्यं वैयाकरणो वर्तते तस्मै एव एतद् निर्वक्तव्यमिति नानुपसन्नाय यः उपसन्नो नास्ति समीपे न तिष्ठति अन्तेवासी भूत्वा न अध्येतुं शक्नोति तस्मै अपि एतत् न निर्वक्तव्यमिति नानुपसन्नाय शास्त्रविरुद्धम् आचर्यते या उपसन्नो न भवति अथवा अन्तेवासी न भवति अथवा अनुकूलो न भवति इति सर्वथापि भवति शास्त्रविरुद्धं तदेव तु उच्यते अन्यच्च नानुपसन्नाय अनिदं विदे यः खलु एतस्य महत्त्वं न जानाति तस्मै अपि एतत् न वक्तव्यम् इदं यः न वेत्ति इदं वेत्ति इति इदं विदः न इदं विदः अनिदं विदः अनिदं वित् वित् इति किवत्तः वर्तते तस्मै अपि एतत् न वक्तव्यम् इति एतस्य महत्त्वं यः न जानाति किमर्थं चेदुच्यते नित्यं हि अविज्ञातुः विज्ञाने असूया एतत् सर्वथापि स्मर्तव्यम् अस्माभिः यः अविज्ञाता भवति तस्य असूया विज्ञाने सर्वथापि भवत्येव नित्यम् एका तु ईर्ष्या भवति अपरा च असूया भवति ईर्ष्या इति यदा परस्य गुणेषु अभिद्रोहः क्रियते असूया च भवति परगुणेषु दोषाविष्करणम् सर्वथापि असौ दोषानेव तत्र उल्लिखति एषा दोषः वर्तते इति चेत् दोषान्वेषणे एव प्रवृत्तो भवति सर्वथापि अविज्ञातुर्विज्ञाने असूया अतः उच्यते उपसन्नाय तु निर्ब्रूयात् यः उपसन्नः वर्तते अनुकूलः वर्तते अन्तेवासी वर्तते समीपम् उपस्थितो वर्तते तस्मै एव निर्ब्रूयादिति अद्यत्वे परिस्थितया सन्ति उत्वा साधनानि सन्ति अतः दूरस्थापि उपसन्नाः भवन्ति उपकरणमाध्यमैः दूरस्थापि उपसन्नाः भवन्ति एव अधुना तु सा परम्परा एव चलेत् मन्ये सर्वत्रापि विद्यालयेषु यत्र किल नेट् माध्यमेनैव तत्र शिक्षा भविष्यति सर्वत्रापि साक्षात् अध्यापकस्य आवश्यकता एव न भविष्यति गुरुः आचार्यस्य वा गृहस्था एव सन्तः सर्वेपि अधीयते अथवा अध्यक्ष्यन्ते उपसन्नाय तु निर्ब्रूयात् यो वा अलं विज्ञातुं स्यात् एतदपि अस्माभिः ध्येयं भवति यः ज्ञातुम् अलं भवति समर्थः भवति तस्मै एव निर्वक्तव्यम् कदाचित् एवमपि भवति इच्छा भवति भावना भवति एतद् अध्येतव्यम् एतद् अध्येतव्यं परं तत्र सामर्थ्यं नास्ति तद् विज्ञातुं चेत् तेन किं भवति वैपरीत्यं भवति तस्य दुष्प्रभावो भवति तस्य अथवा तत्र चरके पदे पदे दीयते चरके चरकग्रन्थे आयुर्वेदे एकः शब्दः प्रयुक्तः तत्र युक्तिशब्दः वैद्यः युक्तिज्ञः स्यात् अर्थात् औषधमेतत् एतस्मिन् रोगे दातव्यमस्ति इति तु ज्ञानं स्यादेव तस्य तस्मादपि पूर्वम् एतत् ज्ञानं भवेत् यत् यः रोगी वर्तते तस्य शरीरे कियत् बलं वर्तते तत्र सामर्थ्यमपि अस्ति न वा अस्ति यदि सामर्थ्यम अस्ति चेत औषधम दातव्यम, नास्ति चेत पूर्व सामर्थ्यम वर्धनीयम, तत्र एतदपि उच्यते, पूर्व सामर्थ्यम वर्धनीयम तदा वर्धनीयम तदा औषधम दातव्यम, नो चेत तद औषधम यत किल लाभप्रदम स्यात् तदेव हानिप्रदम भविष्यति। रोग नाशकम यद भवति तदेव रोगी नाशकम भविष्यति। युक्तिज्ञः स्यात् तथैव अत्र विद्यायामपि वर्तते। यदि तत्र सामर्थ्यम नास्ति यथा तथ्येन वेदितुं चेत् तत्रापि अनर्थो भवति। अग्रे च उच्यते अन्यदपि मेधाविने, या मेधावी स्यात्, मेद्री धातुर वर्तते न पाणिनी तंत्रे कस्मिन् अर्थे वर्तते, संगमने भी तो वर्तते न, संगमने वर्तते, संगमे संगमने वा वर्तते, संगतिम यह कुर्यात्। संगतिरिति तत्र व्यवहारेण स्यात् मन्ये, तत्र उच्यते न मावाश्येपि चतुर्भिः प्रकारैः विद्या उपयुक्ता भवति। उपयुक्ता इति तत्र उपयोग शब्द पठ्यते न आख्यातोपयोगे, तत्र सैव शब्द तत्रापि वर्तते, चतुर्भिः प्रकारैः विद्या उपयुक्ता भवति, आख्यातोपयोगे इति नियमपूर्वकं विद्याग्रहणम् उपयोगः उच्यते चेत् आगमकालेन स्वाध्यायकालेन प्रवचनकालेन अन्यच्च व्यवहारकालेन इति सर्वेष्वपि कालेषु तस्य संगतिं कर्तुं जानीयात्, कथमि तस्य संगतिर्भवेदिति। तथैव तपस्विने, तपस्वी अपि स्यात् सः यः तत्र अध्येतुं प्रवर्तते, तपश्चर्यां कुर्यात्। तपस्वी शब्द पदे पदे आगच्छति सर्वेषां कृते, अध्येतॄणाम् अध्यापकानां च कृते, यतो हि यदि वयं सुविधाभोगिना भविष्यामः चेत् तत्र सुविधास्वेव अस्माकं वृत्तिक्षेपः भवति, सुविधानां पूर्वम् अर्जने पश्चात् तेषां रक्षणे तेषां च भोगे, तत्र वृत्तिक्षेपः बुद्धिक्षेपो वा भवति। अतः यस्मिन् लक्ष्ये वयं प्रवृत्ताः स्मः तत्र ध्यानं न गच्छेत् कदाचित्, अतः तपश्चरणं मुख्यं साधनं वर्तते अत्र, ये विद्योपासकाः सन्ति तेषां कृते तपस्वीभिर्भवितव्यं तैः। अन्यच्च विद्या प्रार्थयति ब्राह्मणम्, विद्याः वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्ठेऽहमस्मि। विद्या कदाचित् ब्राह्मणम् आगत्य ब्रवीति, प्रार्थयति तं ब्राह्मणं, मा गोपाय मम रक्षां कुरु, गोपुरक्षणे, यतो हि अहं ते शेवधि, शेवधिरिति खनि खजाना कोश, अहं तव कोशः अस्मि, तव बैंक बैलेंस, बैंक अस्मि। विद्या एव तु वर्तते सर्वमपि ब्राह्मणस्य, यः विद्याहीनः स ब्राह्मणः न भवति। तपःश्रुतं च योनिश्च एतद् ब्राह्मणकारकम्, तपःश्रुताभ्यां यो हि न जाति ब्राह्मण एव स इति नये सूत्रे निरुक्ते उच्यते तत्र महाभाष्ये। जातिरपि कारकं वर्तते परं तथा न भवति यथा तपःश्रुतं च भवति, यदि तपः नास्ति श्रुतं च नास्ति चेत् निन्दितः ब्राह्मणः स उच्यते। कथं मम रक्षा भविष्यति इति साधनान्यत्र उच्यन्ते, उपायाः उच्यन्ते, असूयकायः, यः तत्र असूयया प्रवर्तेत विद्याध्ययने तस्मै विद्या न प्रदातव्या, नो चेत् महती हानिर्भविष्यति। तत्र गुरुवर विरजानन्देन एकस्मै उपसन्नाय शिष्याय विद्या प्रदत्ता चेत् तस्या विद्यायाः कियती वृद्धिर्जाता, एकेन शिष्येण दयानन्दनाम्ना कियती वृद्धि कृता विद्यायाः। क्वचिच्च यदि असूयके गमिष्यति सा एव विद्या चेत् तत्र हीनता तस्याः विद्यायाः भविष्यति। अत उच्यते असूयकाय न कदाचिदपि दीयेत। अन्यच्च अन्द्रिजवे कुटिलाः भवन्ति प्रायेण, मुखे किं किमपि भवति, अन्यच्च आचरणे अन्यदेव भवति। ऋजुः सरलः, मनसा वाचा कर्मणा एकी भावः यत्र भवति, मनस्यन्यद् वचस्यन्यद् कर्मण्यन्यद् दुरात्मना, मनस्येकं वचस्येकं कर्मण्येकं सतात्मना, चेतिये सतात्मनः सन्ति, सतात्मानः सन्ति, तेषां कृते दातव्या, न तु ये अनृजवः सन्ति, कुटिलाः सन्ति। अयताय, यः यतः भवति, संयमी भवति, तस्मै दातव्या, न तु यः अयतो भवति। चेत् एतेभ्यः न मा ब्रूया, मम प्रवचनं तत्र न कर्तव्यं, तस्मै विद्या न दातव्या इति। तेन किं भविष्यति? वीर्यवती तथा स्याम्। यदि एतेभ्यः न दास्यति भवान् चेत् अहं वीर्यवती बलवती भविष्यामि, यदि नो चेत् तत्र हानिर्भविष्यति मदीया। अन्यच्च उच्यते, य आतृणत्यवितथेन कर्णौ अदुःखं कुर्वन् अमृतं संप्रयच्छन्, तं मन्येत पितरं मातरं च, तस्मै न द्रुह्येत् कतमच्चनाः। अन्तेवासिनां कृते, विद्यार्थिनां कृते तत्र उच्यते, यः आतृणत्ति अवितथेन कर्णौ, यः आचार्यः अवितथेन, तथ शब्दः आगच्छति, यथा तथ शब्दस्यैव तथ्य इत्यत्र प्रयोगो वर्तते, यद् वास्तविकं भवति, तत्त्वं भवति। वितथ तद्विपरीते वर्तते, अवितथ तत् सर्वथापि यत् तत्त्वं वर्तते तस्मिन् तस्य कृते आगच्छति। यथा कमिति सुखं भवति, अकमिति दुःखं भवति, नाकमिति दुःखरहितं सुखं भवति, तथैव अत्रापि सर्वथापि मिथ्याज्ञानरहितं एवं भवेत्। चेत्तेन कर्णौ आतृणति, कर्णौ उद्घाटयति, कानों को खोल देता है, बुद्धिम उद्घाटयति वा। कथमिति? अदुःखं कुर्वन्, तत्र किमपि कष्टं न भवति तथा साधनेन। अमृतं संप्रयच्छन्, अमृतत्वं च विद्यया वा ज्ञानेन वा उपायैः एतैः संप्रयच्छन्। यः तथा भूतः आचार्यः गुरुर्वा भवति, तं मन्येत पितरं मातरं च, स एव अस्मदीयः पिता वा माता वा वर्तते। यतो हि पिता वा माता वा वर्तते, पिता इव सः पालयति, माता इव मानयति, अतः मान्यं करोति, अतः तस्मै न द्रुह्येत् कथमच्चनाः, कदाचित् कथञ्चिदपि तेन सह द्रोहः न आचरणीयः इति उच्यते। यदि च आचरन्ति, द्रोहादिकं कुर्वन्ति चेत् तेषां तैः सह किं भवति इति उच्यते। अध्यापिता ये गुरुं नाद्रियन्ते, विप्रा वाचा मनसा कर्मणा वा, यथैव तेन गुरुर्भोजनीया, तथैव तान्न भुनक्ति श्रुतं तत्। ये अध्यापिता सन्तः, शिष्याः छात्राः अन्तेवासिनो वा, गुरुं नाद्रियन्ते, गुरोः आदरं न कुर्वन्ति, अनादरं कुर्वन्ति। केते? विप्राः, ब्राह्मणाः अथवा अध्ययनरताः। कथं न आद्रियन्ते? वाचा वा मनसा वा कर्मणा वा, त्रिभिरपि साधनैः उपायैः वा तत्र आदरः कर्तव्यः, वाचा मनसा कर्मणा वा। ये न कुर्वन्ति तथा तेषां किं भवति? यथैव तेन गुरोर्भोजनीयाः। पंडित भगवद्दत्तैः अत्र दीयते यत् गुरोः, गुरुर्यत्र भोजनं करोति पङ्क्तौ, तस्यामेव पङ्क्तौ तस्य शिष्यस्य स्थानं नागच्छति। अर्थात् गुरुणा सह भोजनम् अतीव आदरप्रदम् अथवा आदरास्पदं कदाचित् आसीत् इति सङ्केतः अत्र वर्तते। अथवा एवमपि भवितुमर्हति, भोजनीयः इति कर्तरि अनियर् प्रत्ययः स्यात्। यथा ते गुरोर्भोजनीयाः, भोजनीयाः इति सेवकाः न सन्ति, भुजपालनाभ्याभारयोः पालकाः न सन्ति, रक्षकाः न सन्ति, सेवकाः न सन्ति, यथा यथैव तेन गुरुर्भोजनीया तथैव तेनैव रूपेण तेनैव प्रकारेण तान् शिष्यान् विद्यार्थिनः तत् श्रुतं यत् तस्मात् गुरोः श्रुतं वर्तते तैः न भुनक्ति न सेवते, कदाचिदपि तेषां कार्ये न आगच्छति। अतः आनुकूल्यम् आचरणीयं सर्वथापि। अत उच्यते अन्ते यमेव विद्या शुचिमप्रमत्तम् मेधाविनं ब्रह्मचर्योपपन्नम् यस्तेन द्रुह्येत् कतमच्चनाः तस्मै मा ब्रूया निधिपाय ब्रह्मन्। हे ब्रह्मन् वेदवित् ब्राह्मण, यमेव त्वं विद्याः जानीयाः, कीदृशं जानीयाः, शुचिम्, यः खलु पवित्रः स्यात्, पवित्रोऽपि तत्र मनसा वाचा कर्मणा, अद्भिर्गात्राणि शुध्यन्ति इति तत्र मनुना उच्यते। कथं कस्य शोधः जायते, शुचिता जायते, च सर्वथापि यः शुचिर्वर्तते, पवित्रः वर्तते बाह्याभ्यन्तरसाधनाभ्याम्। अन्यच्च अप्रमत्तं, यः प्रमादी न वर्तते, दिवा नशेते, प्रातःकाले नशेते, ब्राह्मूर्ते नशेते, अन्यच्च कार्येष्वपि अवधानतया तत्र प्रवर्तते सर्वेष्वपि अध्ययनादौ, अन्यच्च अन्येष्वपि दिनचर्याकार्येषु, यः तादृशः स्यात्, अप्रमत्तः स्यात्, प्रमादं न कुर्यात्। अन्यच्च मेधाविनं, मेधावी यः स्यात् सर्वथापि। अन्यच्च ब्रह्मचर्योपपन्नम्, ब्रह्मचर्येण युक्तः स्यात्, ब्रह्मचारिणः ये धर्मा उद्वा कर्तव्याः निर्दिष्टाः सन्ति तेषां पालनं यः युक्तितया करोति, युक्तिपुरस्सरं करोति तत्र, कदाचिदपि हानिं न करोति कथञ्चिदपि। अन्यच्च यस्तेन द्रुह्येत्, त्वया सह विरोधं द्रोहं वा न आचरेत् यः, एतादृशः कथमच्च कथञ्चिदपि किञ्चिदपि द्रोहं न आचरेत्, कथमच्चनाः तादृशः यः स्यात् तस्मै मा ब्रूया निधिपाय, स एव निधिपः, तव निधिम् असौ रक्षिष्यति पारक्षणे, निधिं पाति इति निधिपः, अग्रेपि उक्तमासीत् सेवधिष्ठेऽहमस्मि, अहं तव सेवधीर् वर्ते। अत्रापि उच्यते स एव, एतादृश एव यः विद्यार्थी वर्तते स एव निधिपः अस्ति, अतः तस्मै मा ब्रूया, तस्य कृते मम प्रवचनं कर्तव्यम्, तेन मम रक्षा भविष्यति, वृद्धिर्भविष्यति, हे ब्रह्मन् इति सर्वथापि परीक्ष्य मदीयः उपदेशः कर्तव्यः इति। निधिः, निधिः किं भवति, निधिः सेवधिः, चेत् निधिशब्दः सेवधिशब्दश्च पर्यायवाचिनौ भवतः, नितराम् उत्वा निश्चयेन धीयते अस्मिन्निति निधिः, सेवशब्द सुखे आगच्छति तत् अस्मिन् धीयते इति सेवधिः, सुख साधनं सुखाधारः तथा उच्यतमन्यत् एवमस्ति। चेदधुना सर्वे सर्वैरपि परीक्षा कर्तव्या, एतानि परीक्षा साधनानि अत्र दत्तानि वर्तन्ते। किमुच्यते, एतत्तु ज्ञातं स्यात् तत्र उभावपि शब्दौ पर्यायवाचिनावेव स्तः, या विद्या सा विमुक्त, सा विद्या या विमुक्तये ऋते जानान्न मुक्तिः, नहीं एवमस्ति न, प्रायेण व्यवहारे ये शब्दाः अस्माभिः प्रयुज्यन्ते ते सामान्यदृष्ट्या एव प्रयुज्यन्ते, अतः विद्या इति वा ज्ञानमिति वा सर्वथापि पर्यायत्वेन, परं पर्यायत्वेन इति सामान्येन तत्र तत्र ते शब्दाः क्वचित् अर्थ विशेषे प्रसिद्धाः सन्ति, अतः तथा उच्यन्ते। परं तत्र मौलिकः भेदस्तु सर्वेष्वपि शब्देषु भवेदेव नूनम्। ज्ञा अवबोधने विद ज्ञाने, परम एक रूपेण प्रयोगस्तु लभ्यते विद्या, विद्या अन्यच्य ज्ञानम्। भूतात्मा अत्रैव तु अद्विगात्राणि शुध्यन्ति, मनः सत्येन शुध्यति। विद्या तपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति, अर्थात् ज्ञानस्य सम्बन्धः बुद्ध्या सह वर्तते, विद्यायाः सम्बन्धः आत्मना सह वर्तते। चेत् भेदः एवमत्र वर्तेत, तत्र न्याये एतद् विचारितं स्यात् मन्ये, तथा तु नागच्छति साक्षात्, मने अनुषंगता कदाचित् प्रसङ्गः तत्र भवेत्। बुद्धि अन्यच्च आत्मा इत्यनयोर् मध्ये भेदः तत्र ज्ञातः वर्तते किल? कोऽयम् आत्मा काच बुद्धि? भेदः जातः वर्तते, एक एव वर्तते अथवा द्वौ पदार्थौ वर्तते, आत्मा अन्यच्च बुद्धि? बुद्धिरिति ज्ञानम् अर्थात् भावे लिट् प्रत्ययः उत्वाक्तिन् प्रत्ययः, अन्यच्च यत्र बुद्धिस्तिष्ठति तत् साधनमपि बुद्धिशब्देन उच्यते। न्याये तथा उच्यते बुद्धिः ज्ञानं प्रत्ययः इत्यादिकं तत्र वर्तते, एकं साधनमपि वर्तते अन्तःकरणम्। भोगो बुद्धि भोगो बुद्धि चेत् बुद्धेः भोगः कीदृशः वर्तते, तत्स्वरूपं किम् अस्ति? भोगः भोगः ज्ञानं बुद्धिरिति वा पर्यायवाचिनः सन्ति एते शब्दाः, चेत् भोगशब्देन बुद्धेः कः सम्बन्धः? चेत् अन्तःकरणचतुष्टये बुद्धिः न स्वीक्रियते वा? तत्र यदुच्यते अन्तःकरणचतुष्टयं मन बुद्धि इत्युक्ते अहंकार इति, तत्रापि बुद्धिशब्दः साधनत्वेन परिगीयते कार्यभेदेन, चत्वारि नामानि भवन्ति। आधारत्वेन भी तो वर्तते, भावत्वेन वर्तते, अतः साधनम् एकमेव वर्तते। कार्याणि चत्वारि सन्ति, कार्य चतुष्टया तत्र शब्द चतुष्टयं भवति। अच्छा, साधनत्वेन अपि तु बुद्धिर्वर्तते एव, यदा बुध्यते अनया इति निर्वचनं क्रियते चेत् मन एव बुद्धित्वेन स्वीक्रियेत, परं साधनत्वेनापि तु वर्तते न बुद्धिशब्दः, चेत् एका बुद्धिशब्दः भावत्वेन वर्तते ज्ञानमिति उच्यते, अन्यच्च अपरं करणत्वेन वर्तते बुध्यते अनया इति, चेत् अन्यच्च तत्र बुद्धिरिति भोगः उच्यते, ज्ञानं स्यात्। तस्य च आधारोऽपि बुद्धिरेव वर्तते अथवा अन्यः कश्चित् बुद्धिराधारः, स भोगः क्व तिष्ठति? बुद्धौ तिष्ठति, मनसि किं तिष्ठति? मनसः कार्यं किमस्ति? भोग इति ज्ञान से प्राप्त है, ज्ञानम तद्वारा प्राप्त अस्माभिरिति नहीं अस्माभिरिति कह होती तत्र मनसा मनसा वा इंद्रिय वा केन नहीं इंद्रियेषु प्रयत्नः किं कृतः इंद्रियेषु चेष्टा किं कृता वर्तते इंद्रियैः कथं बुध्यते न इंद्रियैः अथवा कथं प्राप्यते इति उच्यते मन्ये किंचित इंद्रियं विषयं प्रति गच्छति अथवा विषयं तत्र आगच्छति आत्मप्रेरणा वर्तते इति उच्यते न तत्र आत्मप्रेरणया किंचित इंद्रियं विषयं आत्मना समीपं प्रापयति सैव भोगः रसा शरीर से भोग आत्मना भोग ज्ञानमे तच्च ज्ञानम मनसा मनः साधनेन आत्मना प्राप्यते एवमुच्यते अस्तु तत्र उच्यते विद्या तपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्ध्यति चेत् अत्र बुद्धिस्तु साधनं वर्तते मनसा कृते एव तु बुद्धिशब्दः स्यात् अत्र बुद्धिर्ज्ञानेन शुद्ध्यति नहीं बुद्धिरिति बुध्यते अनया इति बुद्धि बुध्यते अनया इति बुद्धि मनः वा उच्येत तस्य शोधन साधनं वर्तते ज्ञानम् आत्मनः शोधन साधनं वर्तते विद्या चेत् मन्ये अत्र यथा मनुना उच्यते यथा मनु वर्तते तथा विचारयामः चेत् यदा मनसी वर्तते तावत् तज्ज्ञानं वर्तते तदेव यदा आत्मनि गच्छति चेत् तत्र गत्वा सा विद्या भवति एवं तु या परिभाषा दीयते तत्त्वज्ञान साधनं विद्या भवति यथार्थ ज्ञान साधनं विद्या भवति इति तत्र उच्यते अन्यच्च मनुना मनोः या दृष्टिर्वर्तते सा किल व्यावहारिकी वर्तते प्रायेण यतोहि मनुः एकः स्मृतिकारः अथवा संविधानकर्ता वर्तते तत्र च संविधानम् अथवा स्मृतिः सर्वेषामपि कृते वर्तते सर्वेषामपि कृते तत्र ज्ञानं दीयते एतेन साधनेन शरीरस्य शुद्धिर्भविष्यति एतेन अस्य एतेन अस्य एतेन परं तत्र मनः तु पृथक्त्वेन पठ्यते अद्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति चेत् मनः एकं साधनं स्वीकृतं बुद्धिः अपरं साधनम् आत्मा च अपरं वर्तते अन्तःकण्ठचतुष्टय इत्येन चेत् मनसः शुद्धेः कारणं सत्यमस्ति यदि अधिमनु विचारयामः मनः पृथक् तिष्ठति अन्य च बुद्धिः पृथक् तिष्ठति ततश्च साधनं कथं क्रियते ज्ञानेन शुद्धिः चेत् बुद्धिः प्रातिरूपी अस्ति यदा बुद्धिशब्दः भावसाधनः भावेक्तिन् प्रत्ययः भवति चेत् तु ज्ञानं बुद्धिरिति अनर्थान्तरं भवति एक एव अर्थो भवति यदा च कर्णे वर्तते बुध्यते अनया इति बुद्धिः तदा साधने वर्तते एकस्यैव मनसः साधनचतुष्टयत्वं तत्र स्वीक्रियते एकमेव साधनं वर्तते परं चत्वारि कार्याणि तत्र क्रियन्ते तेन अतः तत्र चत्वारि नामानि भवन्ति मन बुद्धि चित्त अहंकार इति। पूर्वम असौ मनुते मन बुद्धि ततः बुध्यते ततः मन बुद्धि चित्त चेतते ततश्च तत्र अहम अमिका बुद्धिर्भवति तत्र अहंकारात्मिका बुद्धिर्भवति तदाकारा कारिता बुद्धिर्भवति इति तत्र क्रमः वर्तते। ततस्य तत्र आत्मनः ज्ञानं भवति। एतस्य निर्णयः केवलं न्यायेन कर्तुं न शक्यते, तत्र तिष्ठत्येव सन्देहः। चेत् एवम् अत्र द्वितीयपादेपि द्वितीयाध्यायस्य प्रथमपादः सम्पन्नः। प्रथमपादपादं पर्यन्तं भूमिकात्मकः भागस्य अभूत् किन्नाम निरुक्तस्य, अग्रे च इतः निघण्टुव्याख्यानं प्रारप्स्यते। अथातो अनुक्रमिष्यामः इति उक्त्वा तत्र निघण्टुव्याख्यानमद्रे अग्रे वर्तते। चेत् नवीनः विषयः आगच्छति चेत् नवीनेन दिनेनैव आरब्धव्यः, अधुना समाप्तिर्भवेत्। Oh.